पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 6 शेष उवाच इद्धं स्वागतसन्तुष्टं ब्रह्मचर्यतपोनिधिम् उवाच मतिमान् वीरः सर्वलोकगुरुर्मुनिं स्वागतं ते महाभागकुम्भयोने तपोनिधे त्वद्दर्शनेन सर्वे वै पाविताः सकुटुम्बकाः कच्चिन्मदिस्ते देवेषु शास्त्रेषु परिवर्तते त्वत्तपो विघ्नकर्ता वै नास्ति भूमण्डले क्वचिद् लोपामुद्रा महाभाग याचते धर्मचारिणी यस्या पतिव्रता धर्मात् सर्वं भवति शोभनम् अपि शंसमहाभाग धर्ममूर्ते कृपानिधे अलोलुपस्य किं कार्यं करवाणि मुनीश्वर त्वत्तपो योगदः सर्वं भवति स्वेच्छया बहु तथापि मयि कृत्वैव कृपां शंशमुनीश्वरः शेष उवाच युत्युक्तो लोकगुरुणा राजराजेन धीमदा उवाच रामं लोकेशं विनीततरभाषया अगस्त्य उवाच स्वामींस्तव सुदुर्दर्शं दर्शनं दैवतैरपि मत्वा समागतं विद्धि राजराज कृपानिधे हतस्त्वया रावणाख्यस्त्वसुरो लोककण्डकः दिष्ट्याद्य देवा सुखिनो दिष्ट्या राजा विभीषणः रामत्वदर्शनान्मेद्य गदं वै दुष्कृतं किल सम्पूर्णो मे मनःकोश आनन्देन सुरोत्तम इत्युक्त्वा स बभूवाशु तूष्णीं कुम्भसमुद्भवः रामसन्दर्शनाह्लाद विह्वलीकृतमानसः रामः पप्रच्छ तम्भूयो मुनिं ज्ञानविशारदं लोकातीतं भवद्भावि सर्वं जानासि सर्वतः मुने कथय मे सर्वं पृच्छदो हि सुविस्तरं कोऽसौ मया कदो यो हि रावणो विबुधार्दनः कुम्भकर्णोऽपि कस्त्वेष का जातिर्वै दुरात्मनः देवो दैत्यपिशाचो वा राक्षसो वा महामुने सर्वमाख्याहि सर्वज्ञ सर्वं जानासि विस्तराद अथ कथय मे सर्वं कृपां कृत्वा ममोपरि इति श्रुत्वा तदो वाक्यं कुम्भजन्मा तपोनिधिः यत्पृष्ठं रघुराजेन प्रवक्तुं तत्प्रचक्रमे राजन् सृष्टिकरो ब्रह्म पुलस्त्यस्तत्सुदोऽभवद ततस्तु विश्रवाजज्ञे वेदविद्या विशारदः तस्य पत्नीद्वयं जातं पादिवृत्यचरित्रभृद एका मन्दाकिनी नाम्नी द्वितीया कैकसी स्मृता पूर्वस्यां धनदो जज्ञे लोकपालविलासभृद योऽसौ शिवप्रसादेन लङ्कावासमचीकरत विद्युन्मालिसुधायां तु पुत्रत्रयमभून्महद रावणकुम्भकर्णश्च तथा पुण्यो विभीषणः राक्षस्युदरजन्मत्वात् सन्ध्यासमयसम्भवाद् द्वयोरधर्मनिपुणा मदिरासीन्महामदे एकदाधुविमानेन पुष्पकेण सुशोभिना काञ्जनीयोपकल्पेन किङ्गिणी जालमालिना आरुह्य पितरौ द्रष्टुं प्रायाच्छोभासमन्वितः स्वगणैः संस्तुतो भूत्वा नानारत्नविभूषणैः आगत्य पित्रोश्चरणे पतित्वा चिरमात्मजः हर्ष्वविह्वलितात्मा च रोमां चिततनूरुहः उवाच मेद्य सुदिनं महाभाग्यफलोदयः यन्मे युष्मत्पदौ दृष्ट्वौ महापुण्यददर्शनौ इत्यादिभिस्तुतिपदैः स्तुत्वा गान्मन्दिरं स्वकं पितरावपि संहृष्टौ पुत्रस्नेहात् बभूवधूः तं दृष्ट्वा रावणो धीमाञ्जगाद निजमादरं कोऽयं पुमान् सुरो वाध यक्षो वाध नरोत्तमः योऽसौ मम पितुः पादौ सन्निषेव्य गतः पुनः महाभाग्यनिधिस्वीयैर्गणैः सुपरिवारितः केनेदं तपसा लब्धं विमानं वायुवेगदृक उद्यानारामलीलादि विलासस्थानमुत्तमं शेष उवाच इति वाक्यं समाकर्ण्य जननी रोषविक्लव उवाच पुत्रं विमनाः किञ्चिन्नेत्र विकारिणी रे पुत्र शृणु मद्वाक्यं बहुशिक्षासमन्वितं एतस्य जन्मकर्मादिविचारचतुरातिकम् सपत्न्या मम कुक्षिस्थं विधानं समुपस्थितं येन स्वमाधुर्विमलं कुलमुज्ज्वलितं महद त्वं तु मत्कुक्षिजः कीडः पापस्वोदरपूरकः यथा खरस्वकं भारं जानाति न च तद्गुणं तथा त्वं लक्ष्यसे ज्ञानी शयनासनभोगवान् सुप्तो गतः क्वचिद्भ्रष्ट इत्येव तव सम्भवः अनेन तपसा लब्धं शिवसन्तोषकारिणा लङ्कावासो मनोवेगं विमानं राज्यसम्पदः सुधन्या जननी त्वस्य सुभाग्या सुमहोदया यस्या पुत्रो निजगुणैर्लब्धवान् महदां पदम् इति क्रुधा भाषितमार्तया तया मात्रा स्वया कर्ण्य दुरात्मसत्तमः रोषं विधायात्मगदं पुनर्वजो जगादतां निश्चय भृत्तपः प्रदि रावण उवाच जनन्या कर्णयवचो मम गर्वसमन्वितं रत्नगर्भा त्वमेवासि यस्या पुत्रास्त्रयो वयम् कोऽसौ कीडस्स धनदक्व तपःस्वल्पकं पुनः कालं का किन्तु तद्राज्यं स्वल्पसेवकसंयुधं मादशृणु ममोत्साहात् प्रतिज्ञां करुणान्विदे न केनापि कृतां कर्त्रा महाभाग्ये हि कैकसि यद्यसम्भुवनं सर्वं वश्येन स्थापयामि वै तपोभिर्दुष्कृधैः कृत्वा ब्रह्मसन्तोषकारकैः अन्नोदगे सदा त्यक्त्वा निद्रां क्रीडां तथा पुनः चेत्तदा पितृलोकस्य कादात् पापं भवेन्मम। कुम्भकर्णोऽपि कृतवान् विभीषणसमन्वितः रावणेन सह भ्रात्रेत्युक्त्वा गाद्गिरिगाननम्। इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रावणोत्पत्तिर्नाम षष्ठोऽध्यायः। ॐ